पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 61। युधिष्ठिर उवाच, श्रुतं रमायामाहात्म्यं तत्तकृष्ण यथा तथं कार्तिके शुक्लपक्षे या तां मे कथयमानद। श्रीकृष्ण उवाच, शृणुराजन् प्रवक्ष्यामि शुक्ले चोर्जदले तु या सा यदा नारदे प्रोक्ता ब्रह्मणा लोककारिणा। नारद उवाच, प्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम, यस्यां जागर्ति गोविन्दो धर्मकर्मप्रवर्तकः। ब्रह्मोवाच, प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनं मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम। तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि च, यावत् प्रबोधिनी विष्णोस्तिधिर्नायादि कार्तिके, तावद्गर्जन्ति विप्रेन्द्र गङ्गाभागीरथीक्षितौ, यावन्नायादिपापग्नी कार्तिके हरिबोधिनी। अश्वमेधसहस्राणि राजसूयशतानि च, एकेनैवोपवासेन प्रबोधिन्या लभेन्नरः। यद्दुर्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम्, तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी। ऐश्वर्यं सम्पदं प्रज्ञां राज्यं च सुखसम्पदः, ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी। मेरुमन्तरमात्राणि पापान्युक्तानि यानि च, एकेनैवोपवासेन दहदे पापनाशिनी। पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितं निशि जागरणं चास्य दहदे तूलराशिवद। उपवासं प्रबोधिन्यां यः करोति स्वभावतः, विधिवन्मुनिशार्दूल यथोक्तं लभते फलम्। यथोक्तं कुरुदेयस्तु विधिवत्सुकृतं नरः, स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम्। विधिहीनं तु ह्यः कुर्यात् सुकृतं मेरुमात्रकम्, अणुमात्रं तदाप्नोति फलं धर्मस्य नारद। ये ध्यायन्ति मनोवृत्त्या ये करिष्यन्ति बोधिनीं, वसन्ति पितरो हृष्ठा विष्णुलोके च तस्य वै, विमुक्ता नारकैर्दुःखैर्यादिविष्णोः परं पदं कृत्वादुपादकं घोरं ब्रह्महत्यादिकं नरः। कृत्वा दुजागरं विष्णोर्ध्वौदा पापो भवेन्नरः। दुष्प्राप्यं यद्फलं विप्र अश्वमेधादिकैर्मकैः, प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे। आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा काञ्चनं महीं, तद्फलं समवाप्नोति यत्कृत्वा जागरं हरेः। जातः स एव सुकृति कुलं तेनैव पावितम्। कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी, यथा ध्रुवं नृणां मृत्युर्धनं गात्रं तथा ध्रुवम्। इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनं, यानि कानि जतीर्थानि त्रैलोक्ये सम्भवन्ति च, तानि तस्य गृहे सम्यग्यकरोति प्रबोधिनीं किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी पुत्र पौत्रप्रदाह्येषा कार्तिके हरिबोधिनी स ज्ञानी च स योगी च स तपस्वी जितेन्द्रियः भोगो मोक्षश्च तस्यास्ति उपास्ते हरिबोधिनीं विष्णो प्रियतरा ह्येषा धर्मसारसहायिनी यकरोति नरो भक्त्या भुक्तिभाक्सभवेन्नरः प्रबोधिनीमुपोषित्वा गर्भेण विशते नरः सर्वधर्मान् परित्यज्य तस्मात् कुर्वीद नारद कर्मणा मनसा वाचा पापं यत्समुपार्जितम् तक्षालयदि गोविन्दः प्रबोधिन्यां तु जागरे स्नानं दानं जपपूजां समुद्दिश्य जनार्दनम् नरो यत्कुरुदे वत्स प्रबोधिन्यां तदक्षयं येऽर्चयन्ति नरास्तस्यां भक्त्या देवं च माधवम् समुपोष्य प्रमुच्यन्ते पापैस्तैः शतजन्मजैः महाव्रतमिदं पुत्र महापापौकनाशनम् प्रबोधवासरं विष्णोर्विधिवत् समुपोषयेद् व्रतेनानेन देवेश्यं परितोष्य जनार्दनम् विराजयन् दिश सर्वाः प्रयाति हरिमन्दिरं कर्तव्यैषा प्रयत्नेन नरैकान्तिधनार्थिभिः बाल्ये यत्सञ्चितं पापं यौवने वार्धके तथा शतजन्मकृतं पापं स्वल्पं वा यदि वा बहुः तक्षालयदि गोविन्दश्चास्यामभ्यर्चितो नृणां धनधान्यवहा पुण्या सर्वपापहरा परा तामुपोष्य हरेर्भक्रिया दुर्लभं न भवेत् क्वचित् चन्द्रसूर्यो परागे च यद्बलं परिकीर्तितं तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां प्रजागरे स्नानं दानं त्यभो होमस्वाध्यायोऽभ्यर्चनं हरेः तत्सर्वं कोटिगुणितं प्रबोधिन्यां कृतं तु यत् जन्मप्रभृति यत्पुण्यं नरेणोपार्जितं भवेद् वृद्धा भवति तत्सर्वमकृत्वा कार्तिके व्रतम् अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः न जन्मार्जितपुण्यस्य फलं प्राप्नोति नारद तस्मात् सर्वप्रयत्नेन देवदेवं जनार्दनम् उपसेवेदविप्रेन्द्र सर्वकामफलप्रदम् परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः परान्नवर्जनाद्वत्स चान्द्रायणफलं लभेद नित्यं शास्त्रविनोदेन कार्तिके मधुसूदनः सदहेत् सर्वपापानि यज्ञायुधफलं लभेद न तथा तुष्यते यज्ञैर्न दानैर्वाजपादिभिः यथा शास्त्रकलालापैः कार्तिके मधुसूदनः ये कुर्वन्ति कथां विष्णोर्ये शृण्वन्ति शुभान्विताः श्लोकार्धं श्लोकपादं वा कार्तिके गोशतं फलं सर्वधर्मान् परित्यज्य कार्तिके केशवाग्रदः शास्त्रावधारणं कार्यं श्रोतव्यं च महामुने श्रेयसा लोभबुद्ध्या च ह्यकरोति हरेः कथाम् कार्तिके मुनिशार्दूलकुलानां तारयेच्छदं नियमेन नरो यस्तु शृण्वते वैष्णवीं कथाम् कार्तिके तु विशेषेण गोसहस्रफलं लभेद प्रबोधवासरे विष्णो शृणुते यो हरेः कथाम् सप्तद्वीपवदीदाने तत्फलं लभते मुने श्रुत्वा विष्णुकथां दिव्यां यर्चयन्ति कथाविदम् स्वचक्र्या मुनिशार्दूलतेषां लोकोक्षयस्मृतः गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय गीतं नृत्यं च वाद्यं च भव्यां विष्णु कथां मुने यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः बहुपुष्पैर्बहुफलैः कर्पूरा गुरुकुङ्कुमैः हरे पूजा विधातव्या कार्तिके बोधवासरे यस्मात् पुण्यमसङ्ख्यातं प्राप्यते मुनिसत्तम फलैर्नानाविधैर्द्रव्यै प्रबोधिन्यां तु जागरे सङ्घेतोऽयं समादाय अर्को देयो जनार्दने यद्फलं सर्वतीर्थेषु सर्वदानेषु यद्फलं तद्फलं कोटिगुणितं दत्त्वार्खं बोधवासरे गुरुपूजा तथ कार्या भोजनाच्चादनादिभिः दक्षिणाभिश्च देवर्षे तुष्ट्यर्थं चक्रपाणिनः भागवतं शृणुदेयस्तु पुराणं च पठेन्नरः प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् कार्तिके मुनिशार्दूल स्वशक्र्या वैष्णवं व्रतं यकरोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला केतक्या एकपत्रेण पूजितो गरुडध्वजः समासहस्रं सुप्रीतो भवति मधुसूदनः अगस्त्यकुसुमैर्देवं पूजयेद्यो जनार्दनं दर्शनात्तस्य देवर्षे नरकाग्निप्रणश्यति मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः ददात्यभिमदान् कामान् शशिसूर्यग्रहे यथा विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवं कार्तिके योर्चयेद्भक्रिया वाजिमेध फलं लभेत् तुलसी दलानि पुष्पाणि ये यच्छन्ति जनार्दने कार्तिके सकलं वत्स पापं जन्मायुधं दहेत् दृष्टा स्पृष्टाध वाध्यादा कीर्तिता नामतस्तुता रोपिता सिञ्चिता नित्यं पूजिता तुलसी शुभा नवद्धा तुलसी भक्त्रिं ये कुर्वन्ति दिने दिने युगकोटिसहस्राणि तन्वन्दि सुकृतं मुने यावच्चाखा प्रशाखाभिर्बीजपुष्पदलैर्मुने रोपिता तुलसीपुंभिर्वर्धते वसुधातले तेषां वंशेदु ये जादा ये भविष्यन्ति ये गताः आकल्पवर्षसहस्रं तेषां वासो हरेर्गृहे यद्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तद् सम्प्राप्तं कार्तिकं दृष्ट्वा नियमेन जनार्दनः पूजनीयो महाविष्णुकोमलैस्तुलसीदलैः इष्ट्वा क्रतुशतैर्देवान् दत्त्वा दानान्यनेकशः तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे कार्तिके शुक्लैकादशीमाहात्म्यं नामैकषष्टितमोऽध्यायः ॐ